नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति तुदादिगणः इति. अत्र वयं विशेषदातवः इत्यस्मिन् भागे स्मः. गतसप्ताहे वयम् ईकारान्तदातवः कृते विशेषसूत्रम् अचिष्णुधातुब्रुवां युवोर् यङ् वङ्गौ अस्य परिचयं प्राप्तवन्तः. तदेकवारं पुनः तत् सूत्रं दृष्ट्वा अग्रे सरामः. तत्र अचिष्णु धातुब्रुवां युवोर् यङ् वङ्गौ इति सूत्रे अचि इति सप्तमी एकवचनं वचनान्त प्रत्ययः अस्ति, अजादिप्रत्ययः इति सप्तमी एकवचनं. श्नु धातुब्रुवाम् इति षष्टि बहुवचनं. युवोः इति षष्टि द्विवचनं. यङ् वङ्गौ इति प्रथमा द्विवचनं. यङ् वङ् इति आदेशः इति प्रथमा द्विवचनम्. अत्र इकार उकारयोः यङ् वङ् इति आदेशः. इकार उकार कीदृश इकार उकारः इत्युक्ते धातोः इति तस्य विशेषणं. युवोः धात्वोः इकार उकारयोः धात्वोः यङ् वङ् इति आदेशः. निमित्तं किम् इत्युक्ते अचिपरे. एतदेव अस्माकं प्रसङ्गः अस्ति तुदादिगणे. एतद् भागः युवोः धात्वोः अचिपरे इयङ् वङ् आदेशौ स्तः इत्येव अस्माकं प्रसङ्गः अस्ति. अन्यद् यद् भागः अस्ति श्नु इति, तत्तु विकर्णप्रत्ययः स्वादिभ्यः श्नु इत्यनेन श्नु. अस्य उकारस्यापि उवङ् इति आदेशः भवति. श्नु प्रत्ययान्त अङ्गम् अङ्गस्य उकारः आदेशः भवति इति द्वितीयस्थलमस्ति यत्र उवङ् आदेशः. तृतीयस्थलं तु ब्रू इति प्रातिपदिकं. ब्रू इति प्रातिपदिकस्य ऊकारस्य उवङ् इति आदेशः इति स्थलत्रयं. त्रिषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः इति दृष्टवन्तः. तत्र अस्माकं प्रसङ्गः युवोः धात्वोः इयङ् वङ् इति तुदादिगणीयविषयः अस्ति. परन्तु तत्र श्नु अङ्गानाम् इति विषये एव अस्माकं करपत्रम् आसीत्. तदादि तदन्तग्रहणम् इति करपत्रं. तत्र वयं किञ्चित् पठितवन्तः गतसप्ताहे, प्रायः अस्मिन् सप्ताहे तस्य पूरणं कुर्मः. तत्र अचिष्णु धातुब्रुवां युवोर् यङ् वङ्गौ इति सूत्रे तत्र श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम् इति वयं दृष्टवन्तः. तत्र एका नूतनपरिभाषा आगच्छति, प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषा. अस्य का आवश्यकता इति एव प्रश्नः. यत्र वयं विधिः विशेषणविशेषभावः अस्ति विधि, यदि सूत्रे विशेषणं स्वीकृत्य कश्चन विधिः दर्शितः अस्ति चेत् तर्हि सः विधिः तस्य विशेषणस्य स्वस्य रूपस्य तु भवति एव, परन्तु तत् विशेषणं यस्य शब्दस्य अन्ते आगच्छति तादृशशब्दमपि स्वीकरोति इति वयं पूर्वं दृष्टवन्तः. येन विधिस्तदन्तस्य इति सूत्रेण तदन्तविधिः इति दृष्टवन्तः. तदेव पर्याप्तं किल? एतद् नूतनपरिभाषायाः का आवश्यकता इत्येव प्रश्नः आसीत्. तस्मिन्नेव विषये एतद् करपत्रं. तत्र वयं योगविभागः इति अपि दृष्टवन्तः. योगविभागः इत्युक्ते सूत्रद्वयं स्वीकृत्य, सूत्रद्वयं वा त्रयं वा स्वीकृत्य कश्चन भागः निष्कास्य कश्चन भागः योजयित्वा नूतनपरिभाषायाः निर्माणं. तत्र सूत्रद्वयं किम् आसीत् इत्युक्ते यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् इति सूत्रे अङ्गम् इति भागः निष्कासितवन्तः, त्यक्तवन्तः. अनन्तरं तत्र येन विधिस्तदन्तस्य इति सूत्रेण तदन्तस्य इति भागः स्वीकृत्य यस्मात् प्रत्ययविधि तदादिप्रत्यये तदन्तस्य इति नूतन परिभाषा याः निर्माणं कृतवन्तः. तत्र एतत् सूत्रम् एतत् परिभाषा अपि येन विधिस्तदन्तस्य तादृशं कार्यं करोति तादृशमेव कार्यं करोति परन्तु अत्र एकः नूतनभागः अपि अस्ति तथादि इति तस्मिन् विषये एव अद्य वयं पठामः तदन्तविधिः यदा कार्यं करोति तादृशमेव एतत् परिभाषा अपि कार्यं करोति परन्तु एकः नूतनभागः अपि अस्ति तदादिः इति तदादिः किमर्थम् इत्येव अद्य वयं पश्यामः अस्तु राजेन्द्रमहोदय तत्र परिच्छेद पञ्चम अत्र यस्मात् प्रत्ययविधि तदादिप्रत्यये अङ्गम् इति आरभ्य अस्तु भगिनि अत्र यस्मात् प्रत्ययविधि विधिः तदादि प्रत्यय अङ्गम् इति सूत्रे अङ्गम् इति भागं निष्कास्य यस्मात् प्रत्ययविधिः तदादि प्रत्यये इति भागः स्वीक्रियते पुनः येन विधि तदन्तस्य इति सूत्रे तदन्तस्य इति भागः स्वीक्रियते द्वयोः अंशयोः यस्मात् प्रत्ययविधिः तदादि प्रत्यये तदन्तस्य इत्यनयोः संयोजनेन परिभाषा निर्मिता अयं च योगविभागः अत्र तु किञ्चित् भगिनि तत्र नूतनकरपत्रे वा तदादि तदादि तदन्तग्रहणम् इति आं महोदय तत्र कुत्र तत्र पञ्चमपरिच्छेदः महोदय तद् अद्य वयं पूरयामः तत् करपत्रम् अत्र अस्तु एकं सूत्रम् अत्र दत्तमस्ति यस्मात् प्रत्ययविधिस्तदादि प्रत्यय अङ्गं इति सूत्रे अङ्गम् इति भागं निष्कास्य यस्मात् प्रत्ययविधिस्तदादि प्रत्यये इति भागः स्वीक्रियते अङ्गं निष्कास्य तत् अवशिष्टभागः स्वीक्रियते पुनः येन विधि तदन्तस्य इति सूत्रात् तत् तदन्तस्य इति भागः स्वीक्रियते द्वयोः अंशयोः मेलित्वा यस्मात् प्रत्ययविधिस्तदादि प्रत्यये तदन्तस्य संयोजनेन परिभाषा निर्मिताः भवति यथा अस्माभिः पूर्वं पठितं तत्र निर्मिता अयं च योगविभागः तत् किं भगिनि योगविभागः तस्य एतादृशं यत् कार्यं वयं कुर्मः तस्य नामकरणमस्ति योगविभागः इति एकस्मिन् सूत्रे एकं भागं निष्कास्य अन्यस्मिन् सूत्रे सूत्रात् एकं भागं स्वीकृत्य यत् नूतनपरिभाषा वा नूतनसूत्रं वयं न कर्तुं शक्नुमः नूतन परिभाषा यद् निर्मामः तस्य नाम योगविभागः इति महोदय अस्ति वा आम् आम् आं भगिनि अग्रे अग्रे पठामि वा आम् आम् आम् अस्तु तदानीं किं भवति यस्मात् प्रत्यया विधीयते तदादि इति उत्तिष्ठते प्रत्यये गृह्यमाणे अर्थात् यस्मात् प्रत्यया विधिस्तदादि प्रत्यये अङ्गम् इति सूत्रम् अस्माभिः पूर्वम् एव पठितं तादृशः वयं तु न पठितवन्तः न महोदय अङ्गसंज्ञाविधायकसूत्रं पठितवन्तः इति सूत्रम् अस्माभिः पूर्वमेव पठितं तेन या अङ्गसंज्ञा विधीयते स च अस्य सूत्रस्य एकं प्रयोजनम् एकः अर्थः अपरः अर्थः जनयते यदा अङ्गम् इति भागः पृथक् क्रियते तदानीं सूत्रं भवति यस्मात् प्रत्यया विधिस्तदादि प्रत्यये प्रत्यय इति सूत्रस्य प्रथमे अर्थे अङ्गसंज्ञा विद्यमाने अर्थे प्रत्यये इत्यनेन प्रत्यये परे इत्यर्थः अधुना प्रत्यये गृह्यमाणे इति अर्थः अस्मिन् नूतने अर्थे यस्मात् प्रत्यया विधिस्तदादिप्रत्यये तदन्तस्य इत्यन्योः संयोजनेन नवीना सम्मिलितः सम्मिलिता समाहृताः परिभाषा असेम्बल्ड् परिभाषा तदादिविधि एकस्मात् सूत्रात् आनीयते तदन्तविधिः अन्यस्मात् आनीयते मिलित्वा परिभाषा इति उच्यते. भगिनी भवती करोति वा एतस्य विवरणं किञ्चित्? अस्तु महोदय. तत्र किम् उक्तम् इत्युक्ते तत्र प्रथमम् अस्माकं अङ्गसंज्ञा विधायकसूत्रं यस्मात् प्रत्यये विधिः तदादि प्रत्यये अङ्गम् इति अङ्गसंज्ञा विधायकसूत्रम् अस्ति यद् वयम् अङ्गम् इति पाठे पठितवन्तः. येन अङ्गसंज्ञा विधायकसूत्रेण वयं ज्ञातुं शक्नुमः अङ्गम् इत्युक्ते किम् इति. उदाहरणरूपेण यदा अस्माकं भूयोगः शप् योगः ति इति अस्ति चेत् ति इति अस्माकं तिङन्तप्रत्ययः तिङ्प्रत्ययः क्षम्यतां तिङ्प्रत्ययः अस्ति. तस्य तिङ्प्रत्ययस्य निमित्तम् अस्ति निमित्तम् अस्ति चेत् अस्माकम् अङ्गं किम्? तत्पूर्वं यत् किं भागः अस्ति यस् यत् भागः अस्ति तदेव अङ्गं. भूयोगः शप् इत्येव अङ्गं. शप् इति अस्माकं निमित्तम् अस्ति चेत् अङ्गं किम्? भू इति अङ्गं. तदेव तत्सूत्रं वदति यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गम् इति वदति. यस्मात् शब्दात् प्रत्ययः विधीयते तदादि शब्दरूपं यद् यत्किमपि यदा भवान् उक्तवान् तदेव अङ्गं. तस्मिन् परे प्रत्ययः निश्चयेन भवेत्. प्रत्ययः नास्ति चेत् यद् भागः पूर्वम् अस्ति तद् तस्य अङ्गसंज्ञा न कदापि न भवति. यदा वयं रामः इति वदामः चेत् तस्य अङ्गसंज्ञा कदापि न भवति. परः प्रत्ययः अस्ति चेदेव तद् अङ्गसंज्ञा प्राप्नोति. तदेव एतत् सूत्रं वदति यस्मात् प्रत्यये विधि तदादि प्रत्यये अङ्गं. तदेव एकः अर्थः इति अङ्गसंज्ञा विधायकसूत्रस्य एकं प्रयोजनम्. अङ्गम् इत्युक्ते किम् इति प्रथम वाक्यद्वयं तदेव वदति. अनन्तरम् अङ्गम् इति भागः इदानीं निष्कासयामः. अङ्गम् इति भागः त्यजामः. अनन्तरं यस्मात् प्रत्यये विधि तदादि प्रत्यये इति भागम् एव अस्ति अस्माकं पार्श्वे इदानीं. सूत्रस्य प्रथम अर्थः तु अङ्गसंज्ञा. अनन्तरं यद् प्रत्यये परे इति अर्थः. इदानीं प्रत्यये गृह्यमाणे इति अर्थः. महोदय अत्रैव प्रत्यये गृह्यमाणे इति कीदृशप्रयोगः वदति वा? तत् समीचीनं. परन्तु प्रत्यये गृह्यमाणे सतिसप्तमी सम्यक् सम्यक् सतिसप्तमी. यदा प्रत्ययः गृह्यमाणः अस्ति चेद् इति एव तादृशम् अर्थमेव आगच्छति. अस्मिन् नूतनसूत्रे किं भवति यस्मात् प्रत्यये विधिः तदादि प्रत्यये. इदानीम् अर्थः किञ्चित् तस्य भिन्नता अस्ति. अर्थः यदा प्रथमं वयं दृष्टवन्तः तत्र अङ्गसंज्ञा विधायकसूत्रम् एव अस्ति. इदानीम् अङ्गम् इति भागः तु वयं त्यक्तवन्तः. इदानीं यत् सूत्रमस्ति यस्मात् प्रत्यये विधि तदादि प्रत्यये प्रत्यये गृह्यमाणे. यदा वयं प्रत्ययः गृह्यमाणः अस्ति चेत् इति तादृश अर्थः आगच्छति. तदन्तस्य इत्यनयोः इदानीं वयं येन विधिस्तदन्तस्य इति सूत्रेण तदन्तस्य इति भागः स्वीकृत्य अत्र योगविभागः कृत्वा नूतन असेम्बल्ड् परिभाषा आगच्छति. तत्र वयं पूर्णतया तस्य अर्थः कः इति अग्रिमपरिचये दत्तमस्ति. इदानीं पर्यन्तम् अवगतवन्तः वा? किञ्चित् मूलसूत्रस्य अर्थस्य परिवर्तनं कृतं तावदेव. सम्यक् अस्तु. श्रीवल्ली भगिनि. आं भगिनि. यस्मात् प्रत्ययविधिः तदादिप्रत्यये इत्यनेन तदादिविधिः अङ्गसंज्ञा विधायकसूत्रात् यस्मात् प्रत्ययविधि तदादि विधिः तदादि प्रत्यये इति भागं पृथक् कृत्वा अर्थं विपरणमय्य प्रत्यये इति अस्य सप्तमी विभक्तिम् आश्रित्य प्रत्यये गृह्यमाणे सति इत्यर्थं त्वा ततः परं तदादि इति अंशः साध्यते. यस्मात् प्रत्ययविधिः तदादि प्रत्यये इति अनेन तदादिविधिः इति तदादिविधिः इति अस्ति अङ्गसंज्ञाविधायकसूत्रात् यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति भागेन अङ्गम् इति भागं पृथक् कृत्वा अर्थं विपरणमय्य प्रत्यये इति अस्य सप्तमी विभक्तिम् आश्रित्य प्रत्यये दृश्यमाने सति इति अर्थम् उक्त्वा ततः परं तदादि इति अंशः साध्यते. इदानीं नूतनप्रसङ्गः तदेव वदति. नूतनप्रसङ्गः स्थाप्यते इदानीम् अर्थपरिवर्तनं किञ्चित् अर्थपरिवर्तनं कृत्वा नूतनप्रसङ्गः आनीयते. प्रथमं तत्तु अङ्गसंज्ञाविधायकसूत्रमेव आसीत्. इदानीं तत् सूत्रं तदादिविधिः इत्यस्मिन् विषये परिभाषासूत्रं सूत्रम् इव कार्यं करोति. यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गं. तदन्तविधिः वयं जानीमः अन्तविधिः. तदादिविधिः इत्युक्ते आदिविधिः. अस्मिन् परिभाषायां तदन्तविधिः अपि अस्ति तदादिविधिः अपि अस्ति एकस्मिन्नेव परिभाषायां. तत्र तदन्तविधिः वयं जानीमः येन विधिस्तदन्तस्य यदा कार्यं करोति तादृशमेव कार्यं करोति अन्तविधिः. तदादि इत्युक्ते किम् इति अग्रे आगच्छति. परन्तु यस्मात् प्रत्ययविधि तदादि प्रत्यये इत्यनेन तदादिविधिः विधीयते इदानीं परिभाषासूत्रेण तदादिविधिः विधीयते इत्येव दत्तमस्ति. प्रत्यये इति यद् भागमस्ति पूर्वम् अङ्गसंज्ञाविधायकसूत्रे प्रत्यये परे इति तस्मिन् अर्थे आसीत्. इदानीम् अस्य अर्थः प्रत्यये इत्यस्य अर्थः सप्तम्या यद् निर्दिष्टमस्ति प्रत्यये गृह्यमाणे सति इति सति सप्तमी तादृश अर्थे भवति. अर्थ तदेव अर्थ विपरणम्य परिवर्तनं कृत्वा इति अर्थः. तर्हि अवगच्छति इदानीं विधिः विधीयते तत् प्रत्ययस आदौ भवति इति अर्थे वा? प्रत्ययस्य आदौ न न एकनिमिषं. शक् योगः श्नु इति अस्माकं प्रत्ययः अस्ति. अस्तु, तदन्तविधिः इत्युक्ते नु इति भागस्य उवङ् इति आदेशः भवति. अस्तु, श्नु इति अङ्गम् एव दत्तमस्ति अस्माकं सूत्रे. अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ. तत्र श्नु इति यद् प्रत्ययः अस्ति तस्य आदिः कुत्र अस्ति इति प्रश्नः. तदेव तद् आदिः कुत्र अस्ति इति अग्रे दर्शयामः. अन्तः वयं जानीमः आदिः कुत्र. अस्तु, आं भगिनि भवती एव पठतु भगिनि. अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते यत्र यत्र उपयुज्यते तत्र सर्वत्र अपि येन विधिः तदन्तस्य इति सूत्रबोधित तदन्तविधिः एव सः. अतः प्रत्ययग्रहणपरिभाषायां विद्यमान तदन्तविधिः अपि येन विधिः तदन्तस्य इति सूत्रबोधित तदन्तविधिः एव. अतः सः परिभाषायां विद्यमानतदन्तविधिः अन्यः न अपि तु येन विधिः तदन्तस्य इति अस्य एव भवति. अस्तु, नास्ति चिन्ता. तत्र यद् उक्तमस्ति तदेव अहम् उक्तवती इदानीं, यद् येन विद्युत् तदन्तस्य इत्यनेन यत् तदन्तविधिः वयं पूर्वमेव जानीमः किल, अन्यस्मिन् स्थले वयं येन विद्युत् तदन्तस्य बहुवारं दृष्टवन्तः, तदेव अर्थः अत्रापि. यदा श्नू प्रत्ययान्त अङ्गम् इति वदामः चेत् न केवलं श्नू इति अङ्गं, परन्तु तादृशम् अङ्गं यस्य अन्ते श्नू अस्ति, तदेव अर्थः. भिन्न अर्थः किमपि नास्ति. पूर्वं यद् भागः, पूर्वस्मिन् परिच्छेदे यद् भवती पठितवती, तत्र किञ्चित् अर्थपरिवर्तनम् अस्ति इति वयं दृष्टवन्तः किल. प्रत्यये परे नास्ति, इदानीं सतिसप्तमी अस्ति इति दृष्टवन्तः. परन्तु तत्र तदन्तस्य यत् इति यद् भागः अस्ति, तद् येन विदित् तदन्तस्य इति सूत्रे यद् अर्थः अस्ति, तदेव अर्थः अत्रापि. किमपि परिवर्तनं न भवति इत्येव वदति. अवगतवती किल? तत्र भागद्वयम् आसीत् किल योगविभागः इत्यत्र. प्रथमभागे किञ्चित् अर्थपरिवर्तनम् अस्ति, द्वितीयभागे किमपि अर्थपरिवर्तनं नास्ति, परन्तु वयं पूर्णतया न स्वीकृतवन्तः, तदन्तस्य इति भागः एव स्वीकृतवन्तः. तावदेव. अर्थं तु समानम् इत्येव वदति. अवगतवती किल? अन्ये रघुपतिमहोदय? अस्तु, सम्यक् अस्तु. भगिनी भवती एव अग्रिमपरिच्छेदमपि पठतु. अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, किन्तु अस्माकम् अचिष्णुधातु इति स्थितौ तु तदादि इति प्रसङ्गः नास्ति किल. अत्र श्नुयोगः अङ्गम् इति अनेन श्नु प्रत्ययान्तम् अङ्गम् इति एव अर्थः साधनीयः. अन्यप्रश्नः इदानीं प्रश्नः अवगतवती वा, प्रश्नः कः इति? किन्तु अस्माकम् अचिष्णुधातु इति स्थितौ तु तदादि इति प्रसङ्गः नास्ति किल. धातु इति तदादि इति प्रसङ्गः नास्ति. अचिष्णुधातु भ्रुवो इति सूत्रे अत्र स्नु अङ्गं स्नु अङ्गम् इत्यनेन स्नु प्रत्ययान्तङ्गम् इत्येव अर्थः साधनीयः. अत्र एकः संशयः पुनः आगच्छति. यदा वयम् अचिष्णुधातुब्रुवाम् इति वदामः चेत् तत्र किमर्थं तदादिः इति वदामः? तदन्तः एव किल, श्नु प्रत्ययान्तम् अङ्गम् इत्येव आगच्छति किल, किमर्थं तदादिः इति स्वीकरणीयम् इति पुनः प्रश्नः. एतादृश भवती अस्माकं न्यायशास्त्रवर्गे अस्ति वा भगिनि? नास्ति. अस्तु, तत्र एतादृश फार् अगेन्स्ट् इति तादृश डिबेट् अस्माकं न्यायशास्त्रे बहुवारं भवति. तादृशशैल्याम् एव महोदयः एतत् करपत्रं निर्मितवान्. प्रश्न उत्तरं, प्रश्न उत्तरं, समाधानम् इति तद् तादृशं तर्करीत्या इति वदामः किल, तादृशमेव. अस्तु, प्रश्नः अवगतः किल? तादृश महाभाष्य तादृश एव रीति इति न अहमपि न पठितवती, परन्तु श्रुतवती तादृशमेव भवति इति डैलाग् इति. अस्तु महोदय, भवान् एव पठतु. भगिनि एकः प्रश्नः अस्ति अत्र. वदतु महोदय. कथम् अत्र शृणु योग अङ्गं प्रायशः अस्माभिः दृष्टवन्तः पूर्वम् अङ्गं योग शृणु. अत्र शृणु योग अङ्गं कथं तथा दीयते? अत्र अङ्गं योगः शृणु एव भवेत् महोदय, प्रायः मुद्रणदोषः. मुद्रणदोषः, अस्तु अस्तु अस्तु. शृणु प्रत्ययान्तम् अङ्गं किल, अङ्गं योगः शृणु एव. आमामां, तथैव अहं चिन्तितवान्. अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजं, यतोहि अत्रापि तदादि इति अपेक्षितमेव, नो चेत् स्णुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत् देवदत्तः फलं प्राप्नुवन् पठति इति वाक्ये देवदत्तः फलं प्राप्नु इति समुदाये प्रत्ययः अन्ते अस्ति, देवदत्तः फलं प्राप्नु इति स्णुप्रत्ययान्तपर्यन्तभागे स्णुप्रत्ययः अन्ते अस्ति इति कृत्वा देवदत्तः फलं प्राप्नु इत्येव अङ्गम्, यतोहि देवदत्तः फलं प्राप्नु इत्यपि स्णुप्रत्ययान्तं, तस्य अङ्गसंज्ञा वारणार्थं यस्मात् विहितः इत्युक्ते देवदत्तः फलं प्राप् इति समुदायात् न अपि तु आप् धातुतः एव स्णुप्रत्ययः विहितः, फलं प्राप् आप् धातुतः एव प्रत्ययः विहितः, तदादि इत्यस्य ग्रहणेन आप्नु इत्यस्य एव अङ्गत्वं, न तु देवदत्तः फलं प्राप्नु इत्यस्य, तदादिविधेः प्रयोजनम् इदम्। खण्डशः पश्यामः महोदय, एकमेकं वाक्यं स्वीकृत्य पुनः भवती न न अहं करोमि, एकवारं प्रयत्नं करोतु। अस्य प्रश्नस्य अत्र प्रश्नः अस्ति किं अचिष्णुदातु इति चितौ तु तदादि इति प्रसङ्गे नास्ति, अत्र अङ्गं योग स्नु इत्यनेन प्रत्ययान्त अङ्गम् इत्येव अर्थसाधनीय इति कथम् इति अत्र महोदयेन एकम् उदाहरणं महोदयेन दत्तमस्ति, एकवारं यतोहि अत्रापि तदादि इति अपेक्षितमेव, नो चेत् श्रुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत् देवदत्त फलं प्राप्नुवत् पठति इति वाक्ये देवदत्त फलं प्राप्नु इति समुदाये प्रत्ययः अन्ते अस्ति, देवदत्त फलं प्राप्नु इति श्नुप्रत्ययान्तपर्यन्तं भागे श्नुप्रत्ययः अन्ते अस्ति इति कृत्वा एतत् सर्वम् अङ्गं भवति, देवदत्तः फलं प्राप्नु इति अङ्गं सर्वम् अङ्गं भवति, किमर्थम् इति चेत् देवदत्त फलं प्राप्नु इति स्णुप्रत्ययाङ्गम् अस्ति, अतः तस्य अङ्ग देवदत्तं फलम् इति फलं प्राप् इति एतेषां वारणार्थं यस्मात् विहितः इत्युक्ते देवदत्तः फलं प्राप् इति समुदायात् न अपि तु तत्र आप् इति धातुतः एव विहितः अस्ति, स्णुप्रत्ययः विहितः, तदादि इत्यस्य ग्रहणेन आप्नु इत्यस्य एव अङ्गत्वं, न तु देवदत्तः फलं प्राप्नु तस्य देवदत्तः फलं प्राप्नु इत्यस्य इति तदादिविधेः प्रयोजनम् इदम् इति दत्तमस्ति, कथं वयं केवलम् अत्र आप्नु इत्यस्य एव अङ्गत्वम् अस्ति, न तु देवदत्तः फलं प्रा इति तेषां वारणार्थम् एतत् परिभाषार्थं सहायं करोति इति दत्तमस्ति। तदेव न न सम्यक् एव, समीचीनमेव, यदा वयं स्णुप्रत्ययान्त अङ्गं यद् यत्किमपि स्णुप्रत्ययात् पूर्वमस्ति तस्य नाम अङ्गम् इति वदामः चेत् तत्र देवदत्त फलं प्राप्नु इति सर्वं ग्रहणं भवति किल, तस्य आदिः वयं कुत्रापि न उक्तवन्तः चेत् तदादिः इति नास्ति, तदन्तः एव अस्ति चेत् तत्र प्राप्नु इति एव ग्रहणं न भवति, तस्मात् पूर्वं यत्किमपि अस्ति देवदत्तः फलं प्राप्नु सर्वं तस्य ग्रहणं भवति, यस् स्णुप्रत्ययान्त अङ्गम् इत्येव वदामः किल चेत् तद् भवति, परन्तु आप् इति धातुतः श्नु प्रत्ययः विहितः इति वयं जानीमः, धातुतः एव प्रत्ययः विधीयते इति जानीमः, परन्तु तदापि वयं तस्य आदिः वक्तव्यं, तस्य आदिः प्रा उपसर्गात् एव स्वीकरणीयम् इति वक्तव्यम् आसीत् किल, तस्य निवारणार्थमेव तदादिविधिः प्रयोजनं। तदादि आरम्भं कुत्र भवति इति यदा वयं पूर्वस्मिन् अङ्गविषये दृष्टवन्तः, भूयोगः शप्योगः ति, तत्रापि आदिः कुत्र भवति इति वक्तव्यं किल। प्रत्ययात् पूर्वं यत्किमपि भागः अस्ति तस्य नाम अङ्गम् इति वदामः चेत् रामः गण वनं गच्छति इति सर्वम् आगच्छति, परन्तु अस्माकं कृते तु धातुः एव स्वीकरणीयम् अस्ति चेत् अङ्गम् अङ्गसंज्ञा वा अस्मिन् तदादिविधिः इत्यस्मिन् विषये स्वीकरणीयं चेत् तत्र आदिः अपि वक्तव्यम्। अस्मिन् अवसरे अस्य परिभाषायाः प्रयोजनम्, आदिः कुत्र अस्ति इति स्पष्टीकरणार्थम् अस्य परिभाषायाः अवसरः। अन्ते अन्तः तु वयं जानीमः, न केवलं श्नु अन्ते भवेत्, परन्तु आदिः कः इति प्रश्नस्य उत्तरम्। अवगतवन्तः वा? आम् आम् भगिनि। कुतः आरभ्य इति प्रश्नस्य उत्तरम् एतत् परिभाषा वदति। अन्तः वयं जानीमः, येन विधिस्तदन्तस्य एव पर्याप्तम् अन्तस्य विषये, आदिः विषये स्पष्टीकरणार्थम् अस्मिन् प्रसङ्गे, अन्यत्र कुत्रापि न, अन्यत्र तु अन्ते एव कार्यं भवति, अत्र तु श्नु प्रत्ययान्तम् अङ्गम् इति दत्तमस्ति, अत्र तु तत्र प्रश्नः आगच्छति, देवदत्तः फलं प्राप्नु एतत् सर्वं श्नु प्रत्ययान्तम् अङ्गमेव किल, तत्र प्रश्नः आगच्छति कुतः आरभ्य इति, तस्मिन् समये एतत् स्पष्टीकरोति परिभाषा। अनियमे नियमकारिणी परिभाषा किल, यत्र नियमः स्पष्टं नास्ति तस्मिन् समये एव परिभाषा आगच्छति, तादृशपरिभाषा। अस्तु महोदय, भवान् एव अग्रिमपरिच्छेदमपि पठतु। आप् धातुः एव अयं श्नु आप् धातोः एव अयं श्नु प्रत्ययः विहितः, अपि च सुबन्तस्य प्राप्नुवन् इति यथा तिगन्तस्य प्राप्नुवन्ति इत्यस्यापि तथैव, देवदत्ताः फलानि प्राप्नुवन्ति, आहत्य प्रत्ययग्रहणे यस्मात् विहितः तदादेः तदन्तस्य ग्रहणम् इत्यनेन यस्मात् प्रत्ययविहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम्, एवञ्च आप् धातोः स्नु प्रत्ययः कृतश्चेत् आप्नु इत्येव गृह्यते, तस्य एव उकारस्य स्थाने उवम् आदेशः विधीयते, न तु देवदत्तः फलं प्राप्नु इत्यस्य, यतोहि यस्मात् स्नु प्रत्ययः विहितः इत्यस्य कथनेन आप् इत्यस्मात् विहितः, यस्मात् विहितः तदादिः, अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते। स्नुधातुब्रुवाम् अङ्गानाम् इत्यनेन एकनिमिषं, यस्मात् विहितः तदादि, अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते स्नुधातुब्रुवाम् अङ्गानाम् इत्यनेन, स्नु अङ्गस्य इत्यनेन, न तु देवदत्तः इत्यस्मात् आरभ्य, अतः आप् इत्येतत् आदि अवयवक आदौ इत्येतत् आदि अवयवः अवयवकः स्नु प्रत्ययान्त अवयवक अवयवकः समुदाय अवयवकसमुदायः ग्राह्य इति अर्थः, नाम आप्नु इति समुदाये आप् इति आद्य अवयवः न तु अन्त्यावयवः, आप्नु इति समुदायः आप् इत्येतत् आद्य अवयवक न तु इत्येतत् नु इति एतत् अन्त एतत् नीति नु इति एतत् अन्त अवयवक अन्तावयवकसमुदायः तस्य च अजादि प्रत्यये परे ओम् आदेशः भवति इति अस्तु. अवयवक इति अस्माकं नूल् प्रत्ययः किल, अक इति आदेशः अवयवकः इति नायकः. वदतु महोदय. भवती एव वदतु भगिनि. अस्तु, अत्र आप् धातुः श्नु प्रत्ययः विहितः, तत्तु वयं जानीमः. धातुतः एव प्रत्ययः विधीयते इति वयम् अस्माकं प्रथमपाठः आसीत्. इदानीमपि आप् धातुः एव श्नु प्रत्ययः विहितः इति अस्मिन् प्रसङ्गे अपि तदेव भवति सामान्यकार्यम्. अत्र प्राप्नुवन् इति अस्माकं शत्रन्तरूपं, सुबन्तम् इति तदेव सुबन्तम् इति दत्तमस्ति. तादृशमेव तिङन्तस्यापि प्राप्नुवन्ति इति भवति. तत्रापि देवदत्तः फलानि प्राप्नुवन्ति इति स्वीकुर्मः चेत् तत्रापि श्नु प्रत्ययान्तमङ्गम् इत्युक्ते देवदत्तः फलं प्राप्नुवन्ति सर्वं सर्वस्यापि ग्रहणं भवति. यदा वयं तदादिः न वदामः, तदादिः विषये स्पष्टता नास्ति चेत् सर्वं सर्वाणि पदानि गृहीतानि आहत्य प्रत्ययग्रहणे यस्मात् प्रत्ययः यस्मात् स विहितः तदादि तदन्तस्य ग्रहणम् इति यत् परिभाषया तत्र वयं जानीमः. प्रत्यय न केवलं प्रत्यय अन्तस्य अपि ग्रहणं, प्रत्ययस्य आदिः इत्युक्ते आप् धातुः धातोः श्नु प्रत्ययः कृतः चेत् आप्नु इति भागः भवति, तस्यापि ग्रहणं तत् स्पष्टीकरोति. कुत्र कुतः आरभ्य अन्तः पर्यन्तं, कुतः पर्यन्तं, क्षम्यतां, तत् पर्यन्तम् इति एतद् परिभाषा वदति. न तु देवदत्तः फलं प्राप्नु, परन्तु प्राप्नु वा आप्नु इति भागः इति वदति. प्राप्नु एव आप्नु इति न, उपसर्गः अपि ग्रहणं भवति. अनन्तरं यस्मात् श्नु प्रत्ययः विहितः इत्यस्य कथनेन आप् इत्यस्मात् विहितः, यस्मात् श्नु प्रत्ययः विहितः इति यद् सूत्रे अस्माकं परिभाषायाम् अस्ति, कस्मात् विहितः श्नु प्रत्ययः, धातुतः एव विहितः, आप् प्रत्ययः तः एव विहितः, अतः तदेव आदिः भवति. यस्मात् विहितः तदादिः क्षम्यतां, धातुतः विहितः अतः धातुः एव आदिः इति वदति. अतः श्नु धातुभ्रुवां युवो क्षम्यतां, श्नु धातुभ्रुवाम् अङ्गानाम् इत्यनेन, श्नु अङ्गस्य इत्यनेन वयम् अवगन्तुं शक्नुमः न देवदत्तः इत्यस्मात् आरभ्य, परन्तु धातुतः आरभ्य इत्येव. तदेव अस्माकं नुवुल् प्रत्ययः योजयित्वा आदि अवयव अवयवकः आप् इति, स्नु इति अन्त अवयवकः. अस्तु, आदि आदि आप् अस्ति, अन्त तावदेव अवयवकः. सर्वम् उक्तवती इति चिन्तयामि. आम्, अजादि प्रत्यये परे उवङ्ग आदेशः. अवगतवन्तः किल? आं भगिनि. अस्तु, विजया भगिनी अस्ति वा? आं भगिनि, नमस्कारः. आम्, नमस्ते भगिनि, अन्तिमपरिच्छेदः पठतु भगिनि. अस्तु भगिनि, आहत्य प्रत्ययग्रहणे यस्मात् यस्मात् विहित पदाशे तदन्तस्य ग्रहणम् इति परिभाषा यत्र यत्र प्रवर्तते तत्र सर्वत्रापि तदादिः तदादिविधिः अपेक्षते. अधुना यत्र यत्र येन विधिः तदन्तस्य प्रवर्तते तत्र सर्वत्र प्रत्ययग्रहणे यस्मात् विहितः तदेहि तदन्तस्य ग्रहणम् इति परिभाषा अपि प्रवर्तते इति नास्ति. केवलं यत्र प्रत्ययविधिः भवति तत्र तत्र सर्वत्र तदादिविधिः अपेक्षते. किन्तु येन विधिः तदन्तस्य इत्यस्य यः तदन्तविधिः सः सर्वदा प्रत्ययविधौ एव इति नास्ति. प्रत्ययभिन्ने अपि भवति बहुत्र. यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य तत्र तदा पदादिविधिः न अपेक्षते. आहत्य तत्र प्रत्ययग्रहणे यस्मात् विहितः तदादेशे तदन्तस्य ग्रहणं तस्य अङ्गस्य एव ग्रहणम् अस्ति परिभाषा इति. यत्र यत्र अस्ति तत्र तत्र तदादिविधिः एव अपेक्षते. अधुना यत्र यत्र येन विधि तदन्तस्य इति अत्र प्रवर्तते, परन्तु तत्र प्रत्ययग्रहणे यस्मात् विधि तदा विधि विहितः तदादेः तदन्तस्य ग्रहणम् इति तत्र दोषमस्ति. तत् निवारणार्थम् एव तदादिविधिः अपेक्षते. येन विधि तदन्तस्य तदन्तविधिः प्रत्ययविधौ एव इति नास्ति. प्रत्ययभिन्ने अपि भवती एव वदतु भगिनि. तत्र प्रत्ययग्रहणे यस्मात् सा विहितः तदादेः तदन्तस्य ग्रहणम् अत्र परिभाषासूत्रमस्ति, किन्तु तत्र दोषमस्ति. तत् दोषनिवारणार्थमेव तदादिविधिः आगत्य कार्यं करोति. अत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता एव प्रत्ययस्य तत् आदिः विधिः इति अपेक्षते. न अपेक्षते. अस्तु, तत्र धन्यवादः. तत्र कस्यां स्थितौ तदादिविधिः कार्यं करोति, कस्यां स्थितौ येन विधिः तदन्तस्य कार्यं करोति इति दत्तमस्ति. यत्र यत्र वयं प्रत्ययस्य विधिः इत्यस्मिन् विषये चर्चयामः, तत्र यत्र प्रत्ययविधिः तत्र विशेषणविशेष्यभावः अस्ति, स्पष्टता नास्ति, तादृशस्थले वयं प्रत्ययग्रहणे यस्मात् प्रत्ययविहितः तदादि तदन्तस्य ग्रहणम् इत्यस्य परिभाषा आनयामः. परन्तु यत्र विशेषणविशेष्यभावः अस्ति, न केवलं प्रत्ययस्य विषये, अन्यस्मिन् स्थले अपि भवितुमर्हति, तत्र येन विधिस्तदन्तस्य एव पर्याप्तम् इत्येव वदति. एतत् अन्तिमपरिच्छेदः एव मुख्यपरिच्छेदः अस्ति. यत्र प्रवर्तते एतद् सूत्रद्वयम् इति दत्तमस्ति. अवगच्छति वा? आम् भगिनि. येन विधिः तदन्तस्य इति सूत्रेण तदन्त तदादिविधिः सर्वत्र न अपेक्षते. सर्वत्र न अपेक्षते तदादिविधिः. यत्र स्पष्टता नास्ति सूत्रे प्रत्ययस्य विषये वदामः, प्रत्ययस्य विषये स्पष्टता नास्ति. स्नुप्रत्ययान्तमङ्गम् इत्युक्ते कुतः आरभ्य स्नुप्रत्ययान्तमङ्गम् इति तादृशप्रश्नः आगच्छति चेत् तत्र तदादिविधिः आवश्यकम्. येन विधिस्तदन्तस्य सामान्यतया यत्र यत्र विशेषणविशेष्यभावः अस्ति, न केवलं प्रत्ययस्य विषये, अन्यत्र विधिः विषये अपि तस्य कार्यं भवति. तावदेव. अस्तु, एतद् विषयः तु स्नुप्रत्ययस्य विषये एव अस्ति. यदा स्वादिगणे अस्माकं चर्चा भवति अतिष्णुधातु ब्रुवां, तस्मिन् समये वयम् एकवारं पुनःस्मरणरूपेण एतत् करपत्रम् अवश्यं पठामः. अहं चिन्तयामि तस्मिन् समये किमपि इतोपि स्पष्टता आगच्छति इति. अस्तु, किं कुर्मः इदानीं तत् अस्माकं पाठः किल तुदादिगणः तस्मिन् प्रति गच्छामः. तत्र इकारान्त तत्र सूत्रं पठितवन्तः सूत्रस्य आं भगिनि न तस्मात् एव पूर्वं भगिनि अनेकाल्षित् सर्वम् अस्ति. तत्र भवती एव पठतु तत्र अतिष्णु धातु ब्रुवाम् इत्यस्य अधोभागे मनसि भवेत् इति आगच्छति किल तस्मात् आरभ्य पठति वा भगिनि विजया भगिनि प्राप्तं वा सूत्रं समाप्तं सूत्रस्य अधोभागे पङ्क्तिद्वयमस्ति पङ्क्तिद्वयं वा त्रयं वा द्वयं वा त्रयं वा अस्ति मनसि भवेत् त्रयमस्ति कुत्र भगिनि आदेशस्य योजनेन अचिष्णु धातु ब्रुवां युवर् यङ्ग् वङ्गौ सूत्रं प्राप्तवती वा तस्मात् अधो तस्मात् अग्रिमपरिच्छेदः अस्तु भगिनि भवान् तस्मात् पूर्वं भव श्रीवल्ली भगिनी भवती पठति वा समयः जातः क्षम्यताम् आं भगिनि मनसि भवेत् यत् अस्मिन् सूत्रे किति ज्ञिति इति न उक्तं परन्तु प्रत्ययः कित् ज्ञित् नास्ति चेत् इगन्तानां धातूनाम् इकः गुणः अतः तत्र अचिष्णु धातुध्रुवां व्योः इयङ् वङ्गौ इति अस्य प्राप्तिः नास्ति. तत्रापि प्रसक्तिः आसीत् परन्तु सार्वधातुक आर्धधातुकयोः इति अस्य परसूत्रत्वात् बलवत् मुख्यबिन्दुः अस्ति. वदतु भगिनि. किति ज्ञिति इति न उक्तम् अतिष्णु धातुभ्रुवाम् इति सूत्रेण सूत्रे किति ज्ञिति इति न उक्तं परन्तु प्रत्ययः कित् ङित् नास्ति चेत् इगन्तानां धातूनाम् इकः गुणः अतः तत्र अतिष्णु धातुभ्रुवां व्योः इयङ् वङ्गौ इति अस्य प्राप्तिः नास्ति. किमर्थं नास्ति किति ज्ञिति इति न उक्तम् अस्तु सूत्रे किति ङिति इति नास्ति नास्ति सम्यक् अनुवृत्तिरूपेण आगच्छति वा नास्ति अस्तु परन्तु कथं वयम् अवगच्छामः किति ङिति प्रत्यये परे एव अस्य कार्यम् इति सूत्रं सार्वधातुक अर्धधातुकयोः गुणः भवति इति बलवत् परसूत्रत्वा कुत्र भवति सार्वधातुक अर्धधातुकयोः 7384 अस्मिन् सूत्रस्य संख्या 6477 अङ्ग अधिकारी अस्ति. किं परसूत्रम् इदानीं सार्वधातुक अर्धधातुकयोः इति परसूत्रम् अस्तु. अस्माकं जी इति धातुः स्वीकरोतु जी इति इकारान्त धातुः वा अस्तु. तत्र अस्मिन् सूत्रस्य अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति वा जी योगः ति इति जी योगः प्रसक्तिः अस्ति. किमर्थं प्राप्तिः नास्ति अथवा प्राप्तिः अस्ति वा प्राप्तिः नास्ति प्रसक्तिः अस्ति किन्तु परसूत्रात् सार्वधातुक अर्धधातुकयोः गुणः भवति इति बलवत् इति तत्र अस्माकम् अस्मिन् सूत्रे कित् प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः इति किमपि न उक्तम् अचि परे एव इति उक्तं यदा वयं जी योगः अयोगः ति इति स्वीकुर्मः चेत् तत्र अपि अजादिप्रत्ययः परः अस्ति अस्तु अस्य सूत्रस्य प्रसक्तिः तत्र अपि भवितुम् अर्हति परन्तु न भवति. किमर्थम् इत्युक्ते तत्र गुणस्य सम्भवः अस्ति सार्वधातुक अर्धधातुकयोः इति परसूत्रमस्ति गुणस्य सम्भावना अस्ति अत्र तस्य कार्यमेव भवति परसूत्रत्वात् तस्य बलमेव अधिकं सूत्रं स्मरति वा परसूत्रस्य बलम् इति सूत्रं नित्य तद् तद् सूत्रमस्ति किल विप्रतिषेधे विप्रतिषेधे अत्र विप्रतिषेधः अस्ति वा सूत्रद्वयोः विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः समानकाले समानसमये आगच्छति सूत्रद्वयम् आगच्छति किल समानसमये समानकाले आं भगिनि अचि परे इति आगच्छति तत्र यस्य गुणस्य अभावः अस्ति तत्र अचिष्णुधातुभवं यदा रियोगः शयोगः ति इति अस्मिन् स्थितौ तत्र गुणस्य अभावः अस्ति अत्र अचिष्णुधातुभ्रुवां कार्यं करोति यत्र गुणस्य सम्भवः अस्ति सम्भावना अस्ति तत्र सार्वधातुक अर्धधातुकयोः कार्यं करोति तद् सर्वदा परिशीलनीयं मनसि अपि भवेत् परसूत्रत्वात् सार्वधातुक अर्धधातुकयोः बलवत् किमर्थं न कार्यं करोति इत्युक्ते परसूत्रत्वात् तदेव बलवत् तस्य कार्यमेव भवति अस्तु सम्यक् अनेकाश्चित् सर्वस्य अपि पठतु भगिनि अनेकाश्चित् सर्वस्य इति सूत्रं वक्ति यत् आदेशः अनेकाल् अस्ति चेत् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः तर्हि सर्वस्य नाम सर्वाङ्गस्य स्थाने आदेशः आयाति इयङ् इति अस्मिन् आदेशे अकार ञकारयोः इत्संज्ञा भवतः अतः इ इति अवशिष्यते इ इति अस्मिन् एक एव वर्णः न अपि तु तस्मात् अधिकाः वर्णाः इकारः यकारः इति अतः अनेकाल् अस्ति इदं सूत्रम् अलोन्तस्य इति अस्य अपवादः तर्हि अत्र पूर्णस्य रि इति अस्य स्थाने इयं भवतु इति इदं सूत्रं विदधाति परन्तु निच्च अनेकाश्चित् सर्वस्य इति अस्य अपवादभूतसूत्रं निच्च इति सूत्रेण आदेशः इति चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः अतः रि धातु इकारस्य स्थाने इ आदेशः अनेकाश्चित् सर्वस्य इति सूत्रम् अस्ति आदेशः इति अनेकाल् इति चेत् अनेकाल् इति अर्थः एक एव वर्णः न अनेके वर्णाः आदेशः अस्ति चेत् अनेकाश्चित् सर्वस्य इति सूत्रेण सम्पूर्ण अङ्गस्य स्थाने आदेशः आयाति उदाहरणम् इयङ् इति अस्मिन् आदेशे अनेकाल् इयङ् इति इ इति अवशिष्यते आदेशः अनेकाल् अस्ति सूत्रे अनेकाश्चित् सर्वस्य सूत्रेण अङ्गस्य सर्वत्र अपि आदेशः भवति इ इति परन्तु यत् सूत्रम् अलोन्तस्य इति अस्य अपवादः तर्हि रि इति धातोः स्थाने इयन् भवतु इति रि धातोः सर्वत्रापि आदेशः न भवति किन्तु निच्च इति सूत्रेण निच्च इति सूत्रम् अनेकाश्चित् सर्वस्य इति अस्य अपवादसूत्रम् इयङ् इति निच्च सो निच् इति सूत्रेण आदेशः नित् चेत् अनेकाल् चेदपि आदेशः अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः रि धातोः इकारस्य स्थाने इ इति आदेशः भवति अनेकचित् सर्वस्य कार्यं करोति चेत् किं भवति री धातोः इया इति पूर्णतया आगच्छति परन्तु अलोन्त्यस्य तत्र कार्यं कर्तुं शक्नोति वा अलोन्त्यस्य अनेकाल् सम्यक् तदेव अलोन्त्यस्य तत्र कार्यं कर्तुं न शक्नोति अन्तादेशः एव परन्तु अनेकाल् अस्ति किल इयङ् इति अतः तत्र अलोन्त्यस्य इत्यस्य प्रसक्तिः एव नास्ति अतः अस्माकं विवक्षा किद इदानीं किम् इत्युक्ते अन्तादेशः आवश्यकं परन्तु अनेकाल् अपि आवश्यकं किल अतः निच्च इत्यस्य अवकाशः सम्यक् अपवादसूत्रमस्ति अनेकाचित् सर्वस्य इत्यस्य अपवादसूत्रं निच्च सम्यक् उत्तमं भगिनि अस्तु राजेन्द्रमहोदय आम् भगिनि पुनः अनेकाचित् तत्र प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पर्याप्तं महोदय पूर्वं पठितवन्तः बहुवारम् अनेकाल्चित् सर्वस्य आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः अथवाश्चित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्तिवर्णस्य अनेकाल्चित् अनुवृत्तिसहितसूत्रम् अनेकाल्चित् सर्वस्य स्थाने अत्र सूत्रं वदति यत् यः आदेशः अनेकाल् अन्य अनेकाः आल्वर्णाः सन्ति सर्वे स्वर अपि च व्यञ्जनवर्णानि तत्र ये सन्ति अपि परेषित् प्रत्ययः अस्ति चेत् तत् सर्वस्थानेन स्थाने एकः एव आदेशः एकः आदेशः भवति सर्वस्य स्थाने तथैव अनेकाश्चित् सर्वस्य स्थाने अग्रिमसूत्रं महोदय निच्च नित् नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति इदं सूत्रम् अनेकाल्चित् सर्वस्य इति सूत्रस्य अपवादः अनेकाल्चित् सर्वस्य तु अलोन्त्यस्य इत्यस्य अपवादः नकारः इति यस्य सः नित् बहुव्रीहिः नित् प्रथमान्तं च अव्ययपदं पदं द्विपदम् इदं सूत्रम् अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयोः अनुवृत्तिः स्थानेनन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रं नित्य अन्त्यस्य अलः स्थाने अत्र नित्य किं वदति अत्र अनेकाश्चित् सर्वस्य तत् षित् प्रत्ययः भवेत् तदा कार्यं करोति एक अधिकवर्णाः तत् सन्ति अपि तत् तथा तत्र आसूत्रं कार्यं करोति परन्तु यदि षित् प्रत्ययः भवेत् अपि तथा तत्र नित् नित्वत् अस्ति तत् कारणात् तत् सूत्रं कार्यं न करोति तत्र निच्च आगत्य वदति स अन्त्यस्य अलः एव स्थाने भवतु सर्वस्य स्थाने मास्तु तत् निच्च सूत्रं तथा कार्यं करोति तत्र अनेकाश्चित् सर्वस्य अपादभूतसूत्रम् अस्ति अपि च अलोन्त्यस्य अपि अनेकाश्चित् सर्वस्य अपादभूत सूत्रम् अस्ति तथैव अत्र रि यथा वयं पूर्वं दृष्टवन्तः रि धातु यथा कुर्मः तत् अत्र शकारः तदादिगणस्य शकारः आगच्छति शकारः शित् अस्ति परन्तु अपित् अस्ति तत्कारणात् तत्र नित्वत् तत्र सर्वस्य स्थान आदेशः न भवति अपि तु तत्र इकारस्य स्थाने एव तत्र इ आदेशः भवति अन्ततो गत्वा रियति इति रूपं निष्पन्नं भवति नित्वत् इति न साक्षात् नित्येव अस्ति तत्र यङ् इति यद् आदेशः साक्षात् नित् अस्ति किल ञकारस्य इत्संज्ञा भवति ङित् अस्ति तत्र अस्माकं ङित् आदेशः अनेकाल् अस्ति परन्तु यङ् इति यत् आदेशः तत्तु अनेकाल् अस्ति अस्ति, परन्तु वयं तु अन्ते एव तस्य आदेशः भवतु इति इच्छामः, पूर्णतया न. अतः अस्य सूत्रस्य आवश्यकता निच्च इति. अवगतवान् वा महोदय? अस्तु अस्तु. एवं भगिनि, अत्र इयङ् उवङ् तत् णकारः अन्ते अस्ति, तत् कारणात् तत् निच्च आगत्य कार्यं करोति. ञकारः इत् संज्ञा, तद् एकं प्रयोजनम्. अनन्तरं तद् अनेकालपि अस्ति, तदपि आवश्यकं किल. इयङ् इति यत् भागः, इकारः, यकारः, अकारः, ञकारः इति अनेकाल् अस्ति. अनन्तरं परन्तु अस्माकं विवक्षा तु अन्ते एव आदेशः भवतु इति, अतः सर्वं साटिस्फै करोति. सर्वादेशः अपि, सर्वादेशः न, अन्तादेशः ङित् अस्ति, अनन्तरम् अनेकालपि अस्ति, अतः निच् इति कार्यं करोति. रियति इति रूपम्. अग्रिमपरिच्छेदः अपि महोदय. तदादिगणे चत्वारः एकारान् दातवः, रि घतौ, पि घतौ, धि घतौ, क्षि घतौ, सर्वेषाम् अर्थः गच्छति, अपि च सर्वेषां कार्यं रि यथावत्, अतः रियति, पियति, धियति, क्षियति, तत् रूपाणि निष्पन्नानि भवन्ति. सर्वत्र अचिष्णु धातु ब्रुवां युवोर्यङ्गौ इत्यनेन एव इयङ्ग आदेशः. तावदेव अस्माकम् इकारान्तदातवः समाप्तः. अत्र उकारान्तदातवः पश्यामः. विजया भगिनी, प्राप्तं वा इदानीम्? आं भगिनि, आं भगिनि. पठतु भगिनि. उकारान्तदातवः षष्ठदातवः एव. सकार इति विकर्णप्रत्ययः अजादिः अपित् इति उक्तं, तस्मात् कारणात् अत्र पुनः इदं सूत्रं प्रवर्तते. अचि स्नु धातु ब्रुवां योरिव योर्य इयङ् उवङ् अनेन उकारान्तधातूनाम् उवङ् आदेशः भवति. अजादि अपित् इति प्रत्यये परे. क्रमेण इदं कार्यम् अवलोकयेयम् अवलोकयेम. तुदादिगणीयः तु पुरुषोत्सर्गे सर्गे इति धातुः. सकारः विकर्णप्रत्ययः चेत् श इति, भगिनी क्षम्यतां, श इति विकरणप्रत्ययः. शकारः अस्ति चेत् अस्माकं हलन्तं भवति किल. श इति विकरणप्रत्ययः, श इति विकरणप्रत्ययः सुधादिगणे एव अस्ति. अजादि अपि च इति उक्तं, तस्मात् कारणतः तत्र पुनः इदं सूत्रं प्रवर्तते. अचि श्नु धातु ध्रुवं योरिवम् उवङ् अनेन उकारान्तधातूनाम् उवङ् आदेशः. यत्र यत्र उकारः धातुः आगच्छति तत्र उवङ् इति आदेशः भवति. अजादि अपि इति प्रत्यये परे. अजादि इत्युक्ते तत्र अचि श्नु इति धातुः एतत् कुत्र आगच्छति, तत्र अपि प्रत्यये परे उकारान्तः उवङ् इति आदेशः भवति. क्रमेण इदं कार्यम् अवलोकयेम. अजादि अपिति प्रत्यये परे. अपित् किल अस्माकं तुदादिगणः, अतः अजादि अपि प्रत्यये परे एव एतत् उपारान्तः उवङ् इति आदेशः भवति. तुदादिगणीयः गु पुरिषोत्सर्गे इति धातुः पुरि तदर्थः अर्थः भगिनि गू इति धातोः अर्थः पुरिषोत्सर्गे इति अर्थः भूकतायम् इति आगच्छति खलु तादृशमेव पठतु अग्रिम पठतु प्रथमबिन्दु अयं गु धातुः यदि भ्वादिगणे अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम गुयोगः लट् गु योगः ति इत्युक्ते गुयोगः शप् योगः ति गु योगः आयोगः ति सार्वधातुक आर्धधातुकयोगो इत्यनेन तत्र उकारस्य गुणः भूत्वा तत्र गो इति भवति गो योगः आयोगः ति यचोयवायावः इति अनेन आदेशः गौ इति आगच्छति गौ योगः आयोगः ति भवति इति इदं केवलं चिन्तनार्थमेव अयं भू धातुः द्वादौ नास्ति अतः इदं रूपं न सम्भवति एतत् चिन्तनम् एव इति तत्र अत्र कार्यं कार्यं स्पष्टतया नास्ति तत्र न न कल्पना इति वदामः किल कल्पना इति सम्भावना तादृशं भवति चेत् किं भवति इति अभविष्यत् इति अस्माकं लुङ् रूपं किल सम्भावना नास्ति सामान्यतया नास्ति परन्तु यदा भवति चेत् किं भवति इति तादृशं किं भवति इति वदतु भगिनि एकवारं तत्र भूयोगः लट् तत्र भूयोगः ति अनन्तरं भूयोगः शप् योगः ति शप् लट् तत् इति सूचितेन तत्र आ एव एतत् सर्वम् इति संयोगं भूत्वा आ एव तिष्ठति भूयोगः आयोगः ति तत्र सार्वधातुक आर्धजातुकयोः इति वयं कल्पना कुर्मः चेत् तत्र उकारस्य गुणः भूत्वा गो इति भवति अतः तत्र यचो एव यावः इति सूत्रम् उपयोगं कुर्मः चेत् तत्र गौ योगः आयोगः ति भवति इति आगच्छति एतत् सर्वं चिन्तनार्थमेव तत्र लौकिकभाषायाम् एतत् असम्भव एव तादृशं न भवति यदा भवति चेत् तत्र गुणस्य प्रसक्तिः भवेत् क्षम्यताम् अभविष्यत् तत्र गुणस्य प्रसक्तिः अभविष्यत् यदा भुवादिगणे आसीत् चेत् परन्तु नास्ति द्वितीयं पठतु भगिनि तादृशमेव अन्या कल्पना यदि सुधादिगणे सामान्यचिन्तनं अकरिष्यामः तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम भूयोगः लट् इत्युक्ते भूयोगः ति योग ति इत्युक्ते भू योगः च योगः ति भूयोगः आयोगः ति इति भवितुम् अर्हति तत्र अनन्तरं सार्वधातुक आर्धधातुकयोगः इत्यनेन गुणः प्राप्तिः अतः सार्वधातुकम् अपि च इत्यनेन श नित्वत् भवति नित्ये च अपि सूत्रमपि उपयोगं कुर्मः इत्यनेन गुणिनिषेधः गु आ गु योगः आयोगः ति युको यनचि इति सूत्रं भूत्वा यन् यनादेशः भवति तत्र अतः वति इति पदं निष्पन्नम् इदं केवलं चिन्तनार्थमपि अयं भूधातुः उदादिगणे सामान्यधातुः नास्ति अतः इदं रूपं न सम्भवति तत्र अपि एते कल्पना रूपेण अत्र नित्वत् नीति च इति अनेन गुणनिषेधः भूत्वा तत्र इको एनचि यनादेश एतत् सर्वं सन्धिकार्यं भूत्वा तत्र भवति इति रूपं निष्पन्नं एतदपि कल्पना एव अत्र इदं रूपं न सम्भवति एव पाणिनिसूत्रेण एतदपि न सम्भवति तृतीयं वस्तुस्थितिः पठतु भगिनि वस्तुस्थितिः का इति अग्रे पश्येम. गुयोगः लट् इत्युक्ते गुयोगः ति, गुयोगः शा योगः ति, गुयोगः आयोगः ति. सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः अस्ति तत्र. सार्वधातुकम् अपीत् इत्यनेन श नितिवत् निति च इत्यनेन गुणनिषेधः. भूयोगः आयोगः ति युगो एनचि इति सूत्रं भूत्वा तत्र गुण यन् सन्देहे प्राप्तिः. शा प्रत्यय अजादिः अपीत् अतः अति श्नूर् श्नु धातु गुरुवां युवरियङ् उवङ् इति सूत्रेण तत्र गुणसन्धिः प्रबाद्य उवङ् आदेशः भवति. अतः तत्र अचि इति श्नूर् धातु तत्र अचि इति सप्तमी विभक्ति अस्ति अतः पूर्वकार्यं परमेव निमित्तमस्ति तत्र. अतः तत्र शा प्रत्ययः अजातिः अपि अतः तत्र भूयोगः आयोगः ति इति युको एनचि भूत्वा तत्र गुणसन्धिः प्राप्तिः. अतः उवङ्गपि तत्र कार्यं करोति. अग्रिमपरिचयं पठतु, तत्र अस्ति. अचि श्नूर् धातु भ्रुवां योर् यङ् उवङ्ग् इत्यस्य अर्थः उपरि दत्तः. अत्र गुधातुः उकारान्तः अतः उकारस्य स्थाने उवङ्ग् आदेशः, न तु इयङ् इति एव भेदः. यतोहि सूत्रेण उक्तं यत् इकारान्तधातोः स्थाने इयङ् उकारान्तधातोः स्थाने उवङ्ग् तदा उवङ्ग् आदेशः तस्य स्थाने इति चेत् पुनः अनेका षित् सर्वस्य इत्यस्य अपवादे निच सूच्यति सूचयति निच सूचयति यत् नित्वात् अद्यस्य एव आदेशः. अतः यन् प्रभाद्य उवङ्ग् आदेशः भवति अन्त्यस्य उकारस्य स्थाने. तत्र अचि विवरणं करणीयं भगिनि. तत्र एतत् सम्यक् अपि अस्ति. तत्र इकारस्य स्थाने उकारस्य स्थाने उवङ्ग् इयङ् इति आदेशः भवति. अनन्तरं पुनः अनेकशिप् सर्वस्य इत्यनेन नित् अपि नित् नित्वत् भवति तत्र. एतदपि तत्र आदेशः भवति. यनादेशः तत्र कार्यं न करोति. एतत् प्रबाद्य उवङ्ग् आदेशः भवति. अन्त्यस्य उकारस्य स्थाने एव आदेशः भवति इति. अत्रापि अतिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः तदेव वस्तुस्थितिः अस्ति. प्रथमं यद्यपि सार्वधातुकार्धधातुकयोः आगच्छति तद् प्रबाद्य सार्वधातुकमपि निति च, अनन्तरम् इको यणचि इत्यस्य अपि प्रसक्तिः अस्ति, परन्तु तदपि प्रबाद्य अतिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यस्य कार्यं भवति. इको यणचि सर्वत्र कार्यं करोति चेत् अतिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इत्यस्य प्रसक्तिः कुत्रापि न भवितुम् अर्हति. यत्र यत्र इकारः अस्ति तत्र सर्वत्र इको यणचि एव कार्यं करोति चेत् अस्य सूत्रस्य निरवकाशः भवति इति कृत्वा अपवादः, इको यणचि इति सूत्रस्य अपवादः अस्ति अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रं, विशेषसूत्रमस्ति. इको यणचि इति सर्वसामान्यसूत्रं, यत्र कुत्रापि सन्धिकार्यं भवति, इकारः वा उकारः वा अन्ते अस्ति चेत् तस्य प्रसक्तिः अस्ति एव. परन्तु अचिष्णु धातु ब्रुवाम् इति विशेष अचि अजादिप्रत्यये परे इति विशेषधातोः कृते एव इकारान्त उकारान्तरूपी क्षम्यताम् इकारान्त उकारान्त अङ्ग धातोः कृते इति विशेषरूपेण अस्ति इति कृत्वा तद् प्रबाद्य अचिष्णु धातु ब्रुवाम् इको यणचि प्रबाद्य अचिष्णु धातु ब्रुवां कार्यं करोति इत्येव वदति. सर्व अन्यत् सर्वं यदा वयं इकारान्तधातूनां कृते दृष्टवन्तः तादृशमेव इति. भगिनी तद् उदाहरणम् एकवारं परिशीलयतु. गु भगिनी तत्र पुरिषो अस्तु अस्तु भू पुरिषो सर्गे भूयोगः शयोगः भूयोगः अकारः इति आगच्छति अति नूर् धातु भुवां युवो रियङ् उवङ्ग् इत्यनेन अचि परे उवङ्ग् आदेशः अतः द योगः ऊव् योगः आ भुव इति अङ्गं भवति तत्र भुव योगः इति एव पदं भुवति एव सम्यक् पदं समीचीनम् अस्माकम् इष्टरूपं कुवति इत्येव तदेव धन्यवादः रघुपतिमहोदय. भगिनि अहं केवलं शृणोमि किञ्चित् नास्ति चिन्ता राजेन्द्रमहोदय भवान् पठति वा. आम् आं भगिनि. सुधारे गणे षट् उकारान्त धातवः गु दृ कुड् नु धु षु येषां सर्वेषां कार्य गु धातोः यथावत् अतः गुवति ध्रुवति कुवते नित् अतः आत्मनेपदि धातु नुवति दुवति सुवति. अत्र त्रादिगणे षड् उकारान् धात्वाः सन्ति गु दृ कुण् नु धु षु सर्वेषां तत्र गु धातो यथा कार्यम् आसीत् यथावत् तत्र अत्रापि इमानि धातूनि अपि तथैव कार्यं प्रक्रिया भवन्ति तत्र. अत्र एकं कुण् या धातुः अस्ति तत् नित् भवेत् तत् आत्मनेपदी धातुः अस्ति अन्यथा सर्वे परस्मैपदी एव भवन्ति. परस्मैपदिनः एव अन्ये सर्वे परस्मैपदिनः एव तदेव एकः एव धातुः आत्मनेपदी धातुः. गु पुरिषोत्सर्गे गुवति गृ गतिस्थैर्योः गच्छति स्थिरः भवति ध्रु इति अङ्गं ध्रुव योगति ध्रुवति कुड् कुण् कुण् शब्दे ध्वनिं करोति कुव् इति अङ्गं कुव् योगते कुवते आत्मनेपदि धातु नु स्तवने स्तुतिं करोति प्रशंसां करोति नो नः अत्र पूर्वं नु आसीत् तत् नकारस्य नत्वं भवति तत्र नत्वं भूत्वा तत् नु योगश्च नु इति अङ्गं नु योगति नुवति धू विधूनने बाधति कम्पनं करोति दु इति अङ्गं दुव् योगति दुवति षु प्रेरणे प्रेरयति धातु आदेशः सः अत्र षकारस्य स्थाने सकारादेशः भवति सुयोगश्च विकरणप्रत्ययः सु इति अङ्गं सुव्योगति सुवति अत्र निष्पन्नं भवति. सम्यक् अग्रिममपि पठतु महोदय. ऋकारान् दातवः भगिनी तत्र नु इति दीर्घम् आगच्छति अनन्तरं तु अपि दीर्घेन आगच्छति एतत् उपदेशे आज अनुनासिक इति सूत्रेण रसं भवति वा किं भवति तत्र अत्र महोदय वदतु महोदय किं भवति इति. अत्र किं भवति अत्र उकारान् धातुः अस्ति तत्कारणात् शृणु भ्रुवां युवर् इवङ् तत् उकारस्य स्थाने उ आदेशः भवति तत्कारणात् तत् नुवति भवति. मम प्रश्नः दीर्घेन आगच्छति खलु भवति तदेव महोदय उक्तवान् भगिनी नू इति यद् दीर्घः अस्ति नू दू पृ शू इति दीर्घः अस्ति किल तदेव उत्तरं दत्तवान् तत्र ऊकारस्य स्थाने उवङ्ग आदेशः भवति किल अपि च तत्र किमपि न दत्तं तत्र आम् सम्यक् समीचीनं अस्तु महोदय ऋकारान्तधातवः द्विदादिगणे चत्वारः ऋकारान्तधातवः सन्ति मृळ् पृण् मृळ् पृण् धृण् धृण् च इमे सर्वे नित् अतः अनुदात्तनित् आत्मनेपदे धातुः सन्ति सर्वे नित् भवति मृण् पृण् धृण् धृण् तत्र सर्वे नित् निथा अस्ति तत्कारणात् अतः आत्मनेपदे धातुः सन्ति सर्वे तुदादिगणे शपं प्रबाद्य श विकरणप्रत्ययः आयाति इति ज्ञातं तस्मात् कारणात् अत्र लिङ्क्षु इति सूत्रं कार्यं करोति अनेन ऋकारान् धातूनां ऋङ् आदेशः भवति श प्रत्यये परे क्रमेण इदं कार्यम् अवलोक्येम तुदादिगणे मृङ् प्राणत्यागे इति धातुः अयं मृङ् पठामि वा अग्रे भगिनि आम् महोदय अयं मृङ् धातुः यदि भवादिघने अभविष्यत् तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम णकारस्य इति संज्ञा अतः मृ अवशिष्यते नित् अतः अनुधात् नित् आत्मनिपदम् इत्यनेन आत्मनिपदि धातुः अस्ति मृयोग शप् अतः सार्वधातुक आर्धधातुक्योः इत्यनेन गुणः भवति भूत्वा तत् मृ अकार तत् रपरः भवति तत् मृ योग अप्रतया तत् मर् मर् इति अङ्गं मर् योगते मर्ते इदं केवलं चिन्तनार्थम् अयं मृङ् धातुः भवादो न अस्ति अतः इदं रूपं न सम्भवति पुनः अस्माकं तथा यथा पूर्वम् अस्माभिः इकारान् उकारान् धातुः कृते पठितवन्तः अत्र मयि चिन्तयामः भवादिघने भवति तत्र ऋकारस्य गुणं भूत्वा तत् मर् भवति तत् मर् योग अकारः प्रत्ययं भूत्वा तत् मर् योगते मरते भवादिघं परन्तु इदं रूपं न सम्भवति यदि तुदादिगणे सामान्यचिन्तनम् अकरिष्यामः तर्हि लटि किं रूपम् अभविष्यत् इति चिन्तयेम मृयोग अत्र तु नीत्वा तत् गुणं न भवति गुणप्राप्तिः नास्ति तत् नीत्वा तत् किनति इति सूत्रेण गुणनिषेधः भवति इको यञ्चि इत्यनेन यन् सन्देहः प्राप्तिः मृ योगते मृते इदं केवलं चिन्तनार्थं वास्तवे इको यनिचि बाधितम् अस्ति अतः इदं रूपं न सम्भवति अत्र यथा सामान्यचिन्तनं कुर्मः तत् इको यञ्चि तत् यदा कार्यं करोति तत् मृते रूपं तत् निष्पन्नं भवति वस्तुस्थितिः का इति अग्रे पश्येम मृ प्रान्त्याग्ने मृयोगश मृयोग इको यञ्चि इत्यस्य प्राप्तिः तत् प्रभाति सार्वधातक आर्धधातुकयोः इत्यनेन गुणप्राप्तिः सार्वधातकम् अपित् इत्यनेन अपित्वात् नित्वत् किनति च इत्यनेन नित्वात् गुणनिषेधः लिङ्क्षु इत्यनेन श प्रत्यये परे ऋकारान्तस्य अङ्गस्य ऋण् आदेशः मृ धातोः पूर्वतया स्थाने रि भवति परन्तु रिङ् अपि नित् अस्ति तत्कारणात् तत् निच्च सूत्रेण अन्त्यस्य एव स्थाने रि आदेशः भवति अनेकाचिदपि अङ्गस्य अन्तस्य एव स्थाने आदेशः म योग रि योग अ मृ योग अ इत्यनेन इयङ् आदेशः इकारस्थाने इयङ् आदेशः भवति अत्र इयङ् तत् नित् अथ नित् इति अन्त्यस्य एव आदेशः, इकारस्य स्थाने इ आदेशः, मृ योग इ योग अ योग भवति म्रिय योग अ म्रिय मृ क्षम्यता मृ योग अ म्रिय इति अङ्गं म्रिय ते म्रियते अत्र रूपं निष्पन्नं भवति. अत्र किं भवति मृङ् आदिगणे किं भवति मृङ् मृङ् धातुः यः अस्ति तत् तत्र नकारस्य संज्ञा भूत्वा तत् मृ एव अवशिष्यते. मृ योग शकारः विकरणप्रत्ययम् आगच्छति, तत् शकारस्य शकार इति संज्ञा भूत्वा तत् तस्य लोपः अनन्तरम् अ एव अवशिष्यते. अत्र इको यणचि इत्यस्य प्राप्तिः अस्ति, परन्तु तं प्रभात् आर्धधातुक आर्धधातुक्योः इति गुणप्राप्तिः, परन्तु अकारः यः अपित् अस्ति तत्कारणात् तत् सार्धधातुकम् अपि अपित्वात् नित्वत् भवति, किन्नति च सूत्रेण गुणनिषेधः. तदनन्तरं रिङ्क्ष्याङ् लिक्षु शङ् लिङ्क्षु लिङ्क्षु इत्यनेन शप्रत्यये परे ऋकारान्त अङ्गस्य रिङ् आदेशः भवति. मृ धातोः अर्थात् मृ धातोः पूर्वतया रि आदेशः भवति, परन्तु रिङ् नित् अस्ति तत्कारणात् निच्च सूत्रेण पूर्णस्य स्थानेन अपि च केवल इकारस्य स्थाने एव तत् आदेशः भवति. म योग रि योग अ मृ योग अ अत इको यञ्चि इत्यनेन यन् सन्धेः प्राप्तिः, शप्रत्यय अजादि अपित् तत्र यन् सन्धिं प्रभादि अचि शृणु धातु भ्रमं योर् इवङ् वङ्गो इत्यनेन यङ् आदेशः भवति. यत्र इकारस्थाने इ आदेशः भवति, मृ योग इ योग अ यो भूत्वा तत् मिलित्वा मृ योग अकारः मृय अङ्गं भवति, तत् अनन्तरं तिङ् प्रत्यया ते योजित्वा तत् म्रियते रूपं भवतः निष्पन्नं भवति. अस्माकम् इष्टरूपं म्रियते इत्येव एतद् एषा प्रक्रिया बहु मुख्या अस्ति. तद् इको एणचि सार्वधातुकार्धधातुकयोः इति यत् प्रक्रिया मुख्यप्रक्रिया अस्ति, बहुवारं वयं पश्यामः अग्रे गत्वा अपि. तत्र एकः प्रश्नः एव, तद् गृहपाठरूपेण चिन्तयतु, तत्र रिङ्क्षय लिङ्क्षु इति सूत्रेण रिङ् आदेशः भवति, मृ योगः अ इति स्थितिः, तत्र रिङ्क्षय लिङ्क्षु इत्यनेन ष प्रत्यये परे रि इति आदेशः, मृ स्थाने रिङ् आदेशः. इदानीं किं भवति अस्माकं कृते तु मकारः योगः रि इति स्थितिः, मकारः योगः रि योगः अ. अस्माकम् अचिष्णु धातुब्रुवाम् इत्यस्य प्रसक्तिः कथम् अत्र आगच्छति? सूत्रे तु युवोः धात्वोः इति वदति, परन्तु इदानीं धातुः तु युवोः नास्ति, मकारः ऋकारः इति अस्ति, कुतः तस्य प्रसक्तिः अत्र आगच्छति इति चिन्तयतु. तदेव अस्माकम् अग्रिम सप्ताहस्य विषयः भवति. अस्तु, समापयामः अद्य. धन्यवादः. अहं रेकार्डिङ्ग् अप्लोड् करोमि, कृपया पश्यतु आगच्छति वा न वा इति. अस्तु भगिनि, धन्यवादः. शुभदिनं भगिनि. धन्यवादः.